पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 175 पार्वत्युवाच भगवन् सर्वतत्त्वज्ञश्रीविष्णोस्त्वत्प्रसादतः श्रुता नानाविधा धर्मा लोकनिस्तारहेतवः अधुना श्रोतुमिच्छामि गीतामाहात्म्यमप्यहम् श्रुतेन येन देवेश हरौ भक्तिर्विवर्धते तद्वदस्वाधुना देव यद्यहं तव वल्लभा ईश्वर उवाच अदसी पुष्पसङ्गाशं खगेन्द्रासनमच्युतं शयानं शेषशय्यायां महाविष्णुमुपास्महे कदाचिदासने रम्ये सुखासीनं मुरद्विषम् आनन्दयित्री लोकानां लक्ष्मीः पप्रच्छ सादराद श्रीरुवाच शयालुरसि दुग्धाब्धौ भगवन् केन हेतुना उदासीन इवैश्वर्यं जगन्ति स्थापयन्निव ईश्वर उवाच इति देव्या वच श्रुत्वा मुरभिज्ञानगर्वितम् उवाच श्लक्ष्णया वाचा विस्मयस्मेरलोचनः श्रीभगवानुवाच नाहं सुमुखि निद्रालुर्निजं माहेश्वरं वपुः दृश्यातत्त्वानुवर्तिन्या पश्याम्यन्तर्निमग्नया कुशाग्रया धिया देवि यदन्तर्योगिनो हृदि पश्यन्ति यच्च वेदानां सारं मीमांसदे भृशं तदेवमक्षरं ज्योतिरात्मरूपमनामयम् अखण्डानन्दसन्दोह निष्पादिद्वैतवर्जितम् यदाश्रया जगद्वृत्तिर्यन्मया चानुभूयते न येन रहितं किञ्चिज्जगत्तत्त्वं चराचरम् निर्मध्य बहुधा लोक्य वेदशास्त्रां बुद्धिं सुधीः द्वैपायनो यदा साध्य गीताशास्त्रं निसृष्टवान् यदास्थाय महानन्दमानन्दीकृतमानसः निद्रालुरिव देवेशि दुग्धाब्धौ प्रतिभामि वै इति तस्य मुरारादेर्मिदमानन्दवद्वजः सा हर्षोद्भुल्ललोलाक्षी लक्ष्मी श्रुत्वा विसिस्मिरे श्रीरुवाच भवानेव हृषिकेशध्येयोऽसि यमिनां सदा तस्मात्त्वत्तः परं यत्तच्छ्रोतुं कौतूहलं हि मे चराचराणां लोकानां कर्ता हर्ता स्वयं प्रभुः यथा स्थितस्तदोऽन्यत्वं यदि मां बोधयाच्युत श्रीभगवानुवाच मायामयमिदं देवि वपुर्मेन तु तात्विकं सृष्टिस्थित्योपसंहारक्रिया जालोपबृंहितम् अदोऽन्यदात्मनोरूपं द्वैताद्वैतविवर्जितं भावाभावविनिर्मुक्तमाद्यन्तरहितं प्रिये शुद्धसंवित्प्रभालाभं परानन्दैकसुन्दरं रूपमैश्वर्यमात्मैक्यगम्यं गीतासु कीर्तितम् इत्याकर्ण्यवचो देवि देवस्यामिद तेजसः शङ्गमानाः वाक्येषु परस्परविरोधिषु स्वयं चेत् परमानन्दमवाङ्मनस्सगोचरं कथं गीता बोधयति इति मे चिन्ति संशयम् ईश्वर उवाच श्रियश्रुत्वा वचोयुक्तमितिहासपुरःसरम् आत्मानुगामिनीं दृष्टिं गीतां बोधितवान् प्रभुः अहमात्मा परेशानि परापरविभेददः द्विधा ततः परसाक्षी निर्गुणो निष्कलः शिवः अपरः पञ्चवक्त्रोऽहं द्विधा तस्यापि संस्थितिः शब्दार्थभेदतो वाच्यो यथात्माहं महेश्वरः गीतानां वाक्यरूपेण यन्निरुच्छिद्यते दृढः मदीयपाशबन्धोऽयं संसारविषयात्मकः यदाभ्यासपराधीनौ पञ्चवक्त्रमहेश्वरौ इति तस्य वच श्रुत्वा गीता सारमहो दधेः इदं परविभेदेन बुध्यते भवभीरुभिः तमपृच्छदिदं लक्ष्मीरङ्गप्रत्यङ्गसंस्थितं माहात्म्यं सेदिहासं च सर्वं तस्यै न्यवेदयद् श्रीभगवानुवाच शृणु शुश्रोणि वक्ष्यामि गीतासु स्थितिमात्मनः वक्त्राणि पञ्चजानीहि पञ्चाध्यायननुक्रमाद दशाध्याया भुजाश्चैक उदरं द्वौ पदाम्बुजे एवमष्टादशाध्याया वाङ्मयी मूर्तिरैश्वरी विज्ञेया ज्ञानमात्रेण महापादकनाशिनी अदोऽध्यायं तदर्थं वा श्लोकमर्थं तदर्थकम् अभ्यस्यदि सुमेधा यः सुशर्मेव समुच्यते श्रीरुवाच सुशर्मा नामको देव किं जाधीह किमात्मकः कुतस्तस्य च वै मुक्तिः केना जायतहेतुना श्रीभगवानुवाच सुशर्मा नाम दुर्मेधासीमा पापात्मनामभूद जादो नात्मविदां वंशे विप्राणां क्रूरकर्मणां न ध्यानं न जपो होमो न चैवातिथिपूजनं केवलं विषयेष्वेव बलाढ्येनाभिवर्तते कृषिकर्मरतो नित्यं पर्णजीवी सुराप्रियः मांसोपहारी सुचिरं कालमेवं निनायसः आनेदु कामः पर्णानि पर्यडन् ऋषिवाडिकां ततः स तत्र दष्टोऽभूत् कालसर्पेण मूढधीः कालधर्मं समासाद्य गत्वा च निरयान् बहून् पुनरागत्य मर्त्येषु बलिवर्धत्वमीयिवान् पङ्गुनाकेन विक्रीदः सस्वजीवनहेतवे नयन्पृष्ठेन शरदः सताष्टौ कष्टतोनयद कदाचित् पङ्गुनासोऽपि चिरमावर्तितो जवाद पपाद तरसा भूमौ मूर्च्छां च प्रतिपेदिवान् विकलाङ्गो विवृत्ताक्षः फेनसन्ततिमुद्गिरन् न जीवति न मृत्युं वा प्रतिपेदेष्वकर्मणा कौतुकाकृष्टलोकेऽस्मिं तस्मिन् जनसमागमे श्रेयस्ये तस्य सुकृति कश्चित्पुण्यं वितीर्णवान् कर्माणि स्वान्यनुस्मृत्य ददुरन्ये च केचन गणिका कापि तत्र स्था लोकयात्रानुवर्तिनी अज्ञातनिजपुण्या सा किञ्चिदुत्सृष्टवत्यभूत् परेतनगरीमादौ स नीधकालकिङ्करैः गणिका दत्तपुण्येन पुण्यवानिधि मोचितः पुनरागत्य भूर्लोकं कुलशीलवदां गृहे द्विजन्मनामसौजज्ञे जातिं स्वामनुसंस्मरन् काले महदि जिज्ञासुश्रेयस्वाज्ञाननोदनम् उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान् आचष्ट मां शुको नित्यं पञ्चरस्तपठत्यसौ तेन पूतान्तरात्माहं तत्पुण्यं पर्यकल्पयं ताभ्यां शुकस्तु पृष्ठोऽसौ व्याख्यातुमुपचक्रमे आख्यायिकां पुरावृत्तां स्मृत्वा जातिं निजामपि शुक उवाच पुरा विद्वानहं भूत्वा वैदुष्यस्मयमोहितः रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरी कालेनाहं ततः प्रेत्य प्राप्य लोकाञ्जुगुप्सितान् सोऽहं कीरकुले भुवं सद्गुरावधिनिन्दकः काले धर्मणि दुष्कर्मा पितृभ्यां च वियोजितः निदाखे ध्वनि संतप्ते आनीदो ऋषिपुङ्गवैः पादिदः पञ्जरस्थोऽहं माश्रमे महदाश्रये आवर्तयद्भ्योगिदानामाद्यमध्यायमादराद श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः यदस्मिन्नन्तरे कश्चिद्वा गुरिश्चौरकर्म कृत मामाहृत्य तदा क्रीणादिति वृत्तमुदाहृतं श्रीभगवानुवाच अध्यायोऽयं पुराम्नादो येन पापमनोदयं पूतान्तरात्मा येनासौ मोचितश्च द्विजोत्तमः एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य च ते जपं तो निशं धीरा मुक्तिं गेहे प्रपेदिरे तस्मादध्यायमद्यं यः पठदे शृणुदे स्मरेद अभ्यसे तस्य न भवेत् भवाम्भोधिर्दुरुत्तरः। इति श्रीपाद्मे महापुराणे उत्तरखण्डे सदीश्वरसंवादे गीतामहात्म्ये पञ्चसप्तत्यधिकशततमोऽध्यायः। ॐ